अस्तु, तर्हि अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीं विषयः अस्ति अस्माकं स्मृतिः इति। तत्र संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति लक्षणवाक्यं वयं दृष्टवन्तः। तत्र तस्य अवगमनार्थं तत्र व्यापारः अपि च भावनाख्यसंस्कारः इति यः व्यापारः आसीत् तस्य परिशीलनमपि कृतम् अस्माभिः। येन तत्र व्यापारः भावनाख्यः व्यापारसंस्कारः इति व्यापारः अस्ति इति कृत्वा तेन सम्बन्धेन अनुभवः अपि कार्याधिकरणे अस्ति यदा स्मृतिः इति ज्ञानं भवति इति वयं गतकक्षायां दृष्टवन्तः। तर्हि इदानीं हा भगिनी, मम एकः प्रश्नः अस्ति। यदि व्यापारस्य कस्यां व्यापारवत्तासम्बन्धे कपाले यत् दण्डः अस्ति तस्य चित्र यदि वयं लिखामः चित्रे कथं लिखामः? कपाल अध्ये अधो भवति व्यापारवत्ता इति अधिकरण कथं भवति तत् अहं न कर्तुं शक्नोमि। क्षम्यतां, कस्य चित्रमिति? यथा वयम् अधिकरणता अधेयता तयो मध्ये सत्यं, तर्हि व्यापारः अत्र कस्य व्यापार भवति अधेयता वा न? व्यापारः इति कारणमस्ति खलु, व्यापारः इति कारणमस्ति, तत्र तत् कारणमपि कार्याधिकरणे अस्ति। इत्युक्ते स्मृतिः इति इदानीं यदा कार्यमस्ति तत्र इदानीं वयं किम् उक्तवन्तः, कार्याधिकरणे तत्र निकषत्रयम् इति उक्तवन्तः खलु। वस्तुतः तत्र निकषत्रयम् इत्येव पर्यवसितं नास्ति, अन्यथा सिद्धशून्यत्वमपि आवश्यकम् इति अपि वयं दृष्टवन्तः। परन्तु इदानीं निकषत्रयम् इति चिन्तयामः चेत् तत्र कार्याधिकरणे कारणेन भवेत्, कार्याधिकरणे कारणेन सर्वदा भवेत्, पूर्वस्मिन् क्षणे भवेत् इति अस्ति। तर्हि तत्र अनुभवः इति परन्तु पूर्वं जातं खलु, पूर्वं जातः इदानीं इत्युक्ते गत सप्ताहे भवती किमपि पश्यति, तत्र पक्षी पश्यति इति चिन्तयति, पक्षीं पश्यति, इदानीं पक्षिविषयस्य स्मरणम् आगच्छति। तर्हि अनुभवः तु यदा पक्षेः दर्शनम् अभवत् न पक्षिणः दर्शनम् अभवत् पक्षिणः दर्शनम् अभवत् तस्मिन् समये अनुभवः जातः खलु, अपि च ज्ञानमिति क्षणात्मकम् इति कृत्वा ज्ञानं न तिष्ठति। तर्हि इदानीं यदा स्मृतिः आगच्छति तर्हि तत्र इदानीम् अनुभवः कथं कारणम् इति प्रश्नः आगच्छति। तर्हि तत्र व्यापारः इति माध्यमम् अस्ति मध्ये, तर्हि व्यापारः इति माध्यमेन यदा दण्डः नष्टः जातः चेदपि दण्डेन यः भ्रमिः तस्य द्वारा इत्युक्ते भ्रमिः इति यः मध्ये व्यापारः अस्ति व्यापारः इति कारणमपि खलु, तस्य द्वारा तत्र इदानीं दण्डः, यद्यपि दण्डस्य नष्टः जातः दण्डः कार्याधिकरणे अस्ति इति वयं स्वीकर्तुं शक्नुमः। तद्वत् अनुभवः यद्यपि अनुभवस्य नष्टः जातः तथापि व्यापारमार्गमेन अनुभवः कार्याधिकरणे अस्ति इति वयं वक्तुं शक्नुमः इत्येव। तत्र आदेय आधारभावः इति व्यापारकार्ययोः न भवति खलु, कार्याधिकरणे एतत् सर्वम् अस्ति। अस्तु, स्पष्टं वा? आमाम्। अस्तु अस्तु, तर्हि अग्रे सरेम। स्मृत्युत्पत्तिक्षणे अनुभवः नास्ति इति, तर्हि रामप्रिया भगिनी भवती आरम्भं करोति वा? आं भगिनि, स्मृति उत्पत्तिक्षणे अनुभवः नास्ति, परन्तु स्मृतिं प्रति पठन्तः स्मः इदानीं षड्विंशति अधिकशततमपुटम् ओ पुस्तके पुस्तके स्मृति उत्पत्तिक्षणे अनुभवः नास्ति, परन्तु स्मृतिं प्रति जनकत्वम् अनुभवस्य कथं घटतां नहि कश्चित् घटनुभूय सपदि तं स्मरति, येन कार्यस्य स्मृतेः पूर्वम् अनुभवः नियमेन भवेत्। अद्य घटम् अनुभूय अपरेद्युः दशभ्यः दिनेभ्यः वा कश्चित् स्मरेत्, नहि तस्य पुरुषस्य तदा घट अनुभवः अस्ति, अनुभवस्य पूर्वद्यवी एव नष्टात्। अत्र शीर्षकमस्ति यदा स्मृति उत्पत्तिक्षणे अनुभवः नास्ति इति, परन्तु इति आरम्भः, स्मृतिं प्रति जनकत्वम् अनुभवस्य कथं घटताम्, स्मृतिं प्रति अनुभवः कारणम् इति वयं दृष्टवन्तः, तत् कथम् इति प्रश्नः प्रथमं, नहि कश्चित् घटम् अनुभूय सपदि न तं स्मरति, इत्युक्ते प्रथमं घटं पश्यति, घटम् अनुभूय तस्य अनुभवात्मकज्ञानं भवति, अनन्तरं सपदि झटिति घटं स्मरति, येन कार्यस्य स्मृतेः पूर्वम् अनुभवः नियमेन भवेत्। इत्युक्ते स्मृतिः इति कार्यम् अस्ति, तत्पूर्वं कारणम् इति अनुभवः कारणम् अस्ति, तद् नियमेन यदा वयं निकषत्रयम् इति दृष्टवन्तः कार्यकारणयोः मध्ये तद् भवेत्। परन्तु हा नहि इति आरम्भम् अस्ति खलु, इत्युक्ते यथा इदानीम् उक्तं तद्वत् घटस्य पूर्वक्षणे एव तस्य अनुभवज्ञानम् इति नास्ति नास्ति इति, तदर्थमेव प्रश्नः इदानीं तत्र कथं तस्य कारणत्वं वक्तुं शक्नुमः इति। अद्य घटम् अनुभूय इत्युक्ते अद्य मम घटस्य अनुभवज्ञानम् अस्ति, परन्तु अपरेद्युः इत्युक्ते अनन्तरदिनं वा दशभ्यदिनेभ्यः वा अहं घटं स्मरामि, नहि इत्युक्ते पूर्वस्मिन् क्षणे अनुभवः इति कारणं नास्ति कार्याधिकरणे, दशभ्यः दिनेभ्यः वा अनन्तरदिने वा एव स्मरणम् इति कार्यं तस्य उत्पत्तिः भवति, नहि तस्य पुरुषस्य तदा घट अनुभवः अस्ति, तदा इत्युक्ते स्मृतेः घट अनुभवः तस्य न भगिनि यथा भवती उक्तवती इत्युक्ते यस्मिन् क्षणे स्मरणं भवति तदा घट अनुभवः नास्ति, यतोहि घट अनुभवः पूर्वमेव नष्टः जातः अनुभवस्य पूर्वद्यवी एव नष्टत्वात्, आम् अनुभवः पूर्वमेव नष्टं जातम्, अतः तद् नास्ति इदानीम्। अग्रे भगिनि, अनन्तरं घटम् अनुभूय पुरुषः तम् आदाय जलाहरणे प्रवृत्तः, तत्र हृदे जलम् आद्राक्षीत्, ततः जलम् अद्राक्षीत्, क्षम्यतां, जलम् अद्राक्षीत्, ततः जलमादाय स्वगृहं दूरतः अनुभूय तत्र प्राप्तः, तण्डुलशाकादीन् अनुभूय पाके प्रवृत्तः, एतादृशी खलु ज्ञानधारा, घट जल गृह तण्डुलादि विभिन्न विषयिणी तस्य पुरुषस्य उत्पन्ना, घट अनुभवे घटः विषयः, न सः जल अनुभवे विषयः, न तौ जलघटौ गृहानुभवे विषयौ, एवं विधौ विभिन्नविषयिणी या अनुभवधारा तस्याम् उत्तरोत्तर अनुभवे पूर्वपूर्वपदार्थस्य अभानम् अविषयत्वमपि अनुभूयते एव अस्माभिः। एतदेव उदाहरणरूपेण दत्तमस्ति. तत्र यदा प्रथमं तस्य घटम् अनुभूय तत् एषः पुरुषः जलम् आनेतुं तम् आदाय जलम् आनेतुं प्रवृत्तः. सः तु हृदे इत्युक्ते जलाशये प्रवृद्धः जलम् आनेतुं जलम् आद्र अदर्शत् क्षम्यताम् अपश्यत् किल दृष्टवान् सः हृदे इत्युक्ते जलाशयं दृष्टवान् ततः किं कृतवान् इत्युक्ते जलम् आदाय जलं स्वीकृत्य स्वगृहं दूरतः अनुभूय तस्य एव गृहं दूरतः दृष्टवान् अनन्तरं गृहं प्राप्तवान्. अस्तु तण्डुलशाकादीन् अनुभूय पाके प्रवृत्तः. तदपि तण्डुलशाकादीन् तस्य अपि अनुभव ज्ञानं प्राप्तवान् अनन्तरं पाके प्रवृत्तः इत्युक्ते पाककार्यं कृतवान् तण्डुलशाकादीन्. एतादृशी खलु ज्ञानधारा घट जलग्रहण इत्युक्ते ज्ञानधारा इत्युक्ते क्रमेण तस्य प्रथमं घटम् अनुभूतवान् अनन्तरं जलम् अनुभूतवान् अनन्तरं गृह अनुभवः जातः अनन्तरं तण्डुलादि अनुभवः जातः विषयिणी तस्य पुरुषस्य उत्पन्ना. एतादृशं विभिन्न विषयिणी इति इणी प्रत्ययः तस्मिन् तस्य पुरुषस्य मनसि उत्पन्ना भवत् उत्पन्ना आं भगिनि. न न तत्र विषयिणी इत्युक्ते विषयः यस्मिन् अस्ति इति खलु तत्र ज्ञानम् इति इत्युक्ते तत्र अनुभवधारा इत्युक्ते तत्र ज्ञानधारा इत्युक्ते एकं ज्ञानं तदनन्तरम् अपरं ज्ञानम् इति क्रमेण आगच्छति. तदेव दत्तमस्ति अत्र प्रथमं घटविषयकज्ञानं अनन्तरं न सः जल अनुभवे विषयः इत्युक्ते यदा सः जल अनुभव विषयः अस्ति तस्मिन् समये घट अनुभवविषयः नष्टं भवति तस्य नष्टः भवति. जलानुभवः एकक्षणं भगिनि तत्र जलानुभवः इत्युक्ते किं तत्र अनुभवः इत्युक्ते किम् अनुभवः इत्युक्ते ज्ञानमेव सत्यं तत्र जलविषयकं ज्ञानम् आगच्छति तस्य विषयः तु जलमेव न तु घटः इति तादृशमेव विषयिणी स्मृतिः न भवति अत्र विषय अत्र स्मृतिः नास्ति खलु अत्र अनुभवस्य विषयः अस्ति विषयिणी तु पुरुषः न ज्ञानं विषयः यस्मिन् अस्ति पुरुषस्य विषयिणी इति अस्ति खलु पुरुषस्य विषयिणी अस्तु अस्तु अत्र पुरुषस्य इतर पुरुषस्य इदानीं किं भवति इत्युक्ते न तौ जलघटौ गृहानुभवे विषयः यदा गृहस्य ज्ञानं भवति जलघटौ ज्ञाने तस्य नष्टः जातः. एवं विधा विभिन्नविषयिणी या अनुभवधारा तस्याम् उत्तरान्तरानुभवे इत्युक्ते यदा नूतन अनुभवः जातः पूर्वस्मिन् अनुभवस्य इत्युक्ते ज्ञानं क्षणात्मकम् इति वयं दृष्टवन्तः तस्य नाशः भवति. तदेव दत्तमस्ति किल पूर्वपूर्वपदार्थस्य अभानम् इत्युक्ते अभावः भवति. अभानम् इत्युक्ते ज्ञानं खलु तर्हि तस्य ज्ञानं गच्छति तस्य ज्ञानस्य नष्टः भवति इति अपि वयम् अनुभवामः एव. अस्तु अग्रे सुनील् महोदय भवान् पठति वा. विवरणेन अनेन इदमायातं नष्टो घटानुभवः स्मरामः अपरेद्युः व्यवहिते वा दिने तदा नास्ति अनुभवः. स्मरणानुभवयोः कार्यकारणभावस्तु निश्चित एव, परन्तु इदमपि अवधारितं यत् कार्यं वर्तते, कारणं तु नास्ति. अत्र अत्र इदानीं घटानुभवः, घटानुभवस्य नष्टः जातः यदा पूर्वस्मिन् परिच्छेदे अन्य अनुभवः जातः. अतः अत्र अत्र अपरेद्युः व्यवहृते वा दिने तदा नास्ति अनुभवः. अग्रिमदिने अथवा अग्रिमे तादृश अनुभवः पुनः न स्मरति. न महोदय, एकक्षणं. तत्र विषयद्वयं, तत्र प्रथमं तत्र अन्य तत्र यद्यपि यत्किमपि ज्ञानं भवतु, ज्ञानं क्षणात्मकम् इति कृत्वा ज्ञानस्य नष्टः जातः एव. इत्युक्ते अन्य अनुभवः तु आगच्छति, परन्तु अन्य अनुभवः आगच्छति इति कृत्वा पूर्वज्ञानं गच्छति इति न. ज्ञानं क्षणात्मकम् इति कृत्वा सर्वदा एकक्षणं ज्ञानं भवति, अन्य अपरक्षणं तद् गच्छति इति एकम्. द्वितीयमस्ति, तत्र यदा अनन्तरदिनम् अपरेद्युः इत्युक्ते अन्यस्मिन् दिनं दिने यदा तत्र व्यवहिते इत्युक्ते मध्ये तत्र समयः अतीतः वा न वा, यदा स्मरामः तस्मिन् क्षणे अनुभवः इति नास्ति, पूर्वम् अनुभवः अभवत्, स्मरणम् इदानीं जातम्. यस्मिन् क्षणे स्मरणं भवति तस्मिन् क्षणे अनुभवः नास्ति. परन्तु अत्र स्मरण अनुभवयोः कार्यकारणम् अस्ति, तद्वयं पूर्वं दृष्टवन्तः. यतोहि यस्य ज्ञानमस्ति तस्य एव स्मरणं भवति. इदानीं यत्किमपि न दृष्टवन्तः अथवा अनुभूतवन्तः तस्य विषये स्मरणम् इति न भवति इति कृत्वा तयोः कार्यकारणभावः तु वर्तते, परन्तु पूर्वक्षणे कारणम् अभवत् इति नास्ति इति कृत्वा कथं कारणं भवति यदा कार्यं भवति यदा कारणं नास्ति इति प्रश्नः आगच्छति. तदेव शीर्षकः खलु, स्मृति उत्पत्तिक्षणे अनुभवः तु नास्ति, तर्हि कथं स्मृतिः स्मृतेः उत्पन्नः जातः इति प्रश्नः. अवगच्छति वा? इत्युक्ते इदानीं स्मरति, परन्तु तस्मिन् क्षणे अनुभवः नास्ति, पूर्वस्मिन् अनुभवेन इदानीं स्मरामि. अतः स्मरण अनुभवयोः कार्यकारणभावः अस्ति चेदपि अत्र इदानीं स्मरणमिति कार्यं भवति, परन्तु अनुभवः इति कारणं तस्मिन् क्षणे नास्ति इति. सत्यं तदेव. अग्रे पठतु महोदय. अतः एतादृशस्थले अनुभवस्य स्वयमसतोऽपि स्वजन्यव्यापारवत्तासम्बन्धेन स्मरणाधिकरणे आत्मनि स्थितिः कल्पनीया. अतः अत्र एतादृशस्थले इत्युक्ते अत्र कार्यं वर्तते, कारणं तु न तस्मिन् क्षणे नास्ति इति. अनुभवस्य स्वयमसतोपि अनुभवः अस्ति चेदपि न असतो अपि इत्युक्ते किम्? अत्र नास्ति इति एव किल. अनुभवस्य स्वयम् असतो अपि नास्ति इति. स्वजन्यव्यापार वत्तासम्बन्धेन स्मरणाधिकरणे आत्मनि स्थितिः कल्पनीया. अतः अत्र आत्मनि ज्ञानमस्ति इति अथवा स्मृतिः अस्ति इति अत्र कल्पनां कुर्मः इति. न महोदय, तत्र स्मरणमस्ति इति कल्पनं नास्ति खलु. यतोहि स्मरणम् इति ज्ञानम् आत्मनि अस्ति, तदेव तदर्थमेव आत्मा इति इदानीं कार्याधिकरणम् इति अभवत्. तस्य कस्य कल्पना करणीयम् इत्युक्ते अनुभवस्य, इत्युक्ते कार्याधिकरणे कारणं केनचित् मार्गेण अस्ति इति वयं वक्तव्यं खलु अस्माभिः. ओ यत्र कार्यमस्ति तत्र कारणम्. हा इदानीं कार्यं किं? स्मरणं. स्मरणं कारणमिति अनुभवः, तदर्थमेव इदानीं व्यापारः इति मध्ये आगच्छति. एतत् सर्वं वयं गतकक्षायामपि दृष्टवन्तः खलु, तत्र यदा दण्डः नष्टः जातः चेदपि दण्डजन्य भ्रमिमत्तासम्बन्धेन तत्र दण्डः कपाले इत्युक्ते घटस्य कार्याधिकरणे अस्ति इति कल्पनां कृतवन्तः इति. तद्वदेव अत्रापि इदानीं अनुभवः भावनाख्यसंस्कारः इति व्यापारद्वारा आत्मनि इत्युक्ते स्मरणस्य कार्याधिकरणे अस्ति इति वयं वक्तुं शक्नुमः इति. दण्डे नष्टे अपि दण्डजन्य भ्रमिमत्ता सम्बन्धेन घटाधिकरणे कपाले तस्य स्थितिकल्पनावत् तदेव भवती उक्तवती. इदानीं पूर्वस्मिन् वर्गे वयं दृष्टवन्तः दण्डस्य नष्टः अभवत् अपि अत्र घटाधिकरणे कपाले अत्र कार्यम् अभवत् इति. स एव स व्यापारः प्रकृतस्मृतिलक्षणे प्रविष्टः भावनाख्यः संस्कारः. अतः तदेव व्यापारः इति वदामः. अतः स्मृतिलक्षणे अपि भावनाख्यः संस्कारः इति दृष्टवन्तः. अतः अत्र व्यापारः इति उच्यते. सः आत्मनि उत्पद्यते अनुभवे नष्टे अपि अन्यथा स्मरणं च जनयति इति न क्लेशः. एषः भावनाख्य संस्कारः आत्मनि उत्पद्यते अनुभवस्य नष्टः जातः अपि अत्र स्मरणम् आत्मनि अस्ति इति जनयति इति वक्तुं क्लेशः नास्ति. किमर्थम् अन्यथा जनयति इत्युक्ते किमर्थम् अत्र? अत्र व्यापारं स्वीकृत्य एकं तु यदा कार्यम् अस्ति तत्र कारणं भवति इति. अतः अत्र दण्डकपालस्य उदाहरणं स्वीकृत्य दण्डस्य नष्टः जातः अपि न के क्षम्यता महोदय, तत्र अनुभवस्य विषये एव वदतु कृपया. तत्र अनुभवः नष्टः चेदपि अन्यथा स्मरणं जनयति इत्युक्ते तत्र अन्यथा इत्युक्ते कथं जनयति? अत्र भावनाख्यसंस्कारेण संस्कारद्वारा स्मरणं जनयति. हा सत्यम्, इत्युक्ते भावनाख्यसंस्कारः इति इदानीम् आत्मनि अस्ति, तर्हि तत्र व्यापार स्वजन्यव्यापारमत्तासम्बन्धेन व्यापारवत्तासम्बन्धेन अनुभवः अपि आत्मनि अस्ति इति वयं स्वीकर्तुं शक्नुमः इति. इत्युक्ते अनुभवः कार्याधिकरणे नास्ति इति न, यद्यपि अनुभवः नष्टः तथापि व्यापारद्वारा अनुभवः अस्ति इति कल्पनां कुर्मः इति एव अत्र विषयः. अस्मिन् क्षणे अनुभवः नास्ति, परन्तु अत्र संस्कारद्वारा इदानीं स्मरणम् आत्मनि भवति इति. सत्यं, परन्तु संस्कारद्वारा अनुभवस्य अपि अधिकरणे अस्तित्वं स्वीकृतम्. न पुष्पा भगिनी भवती पठति वा अग्रे? भगिनी अस्तु इयांस्तु इयांस्तु विशेषः इयाम् अस्तु तत्र तत् कथम् आयाति? इयान् इत्युक्ते तत्र तत्र इयान् तु विशेषः इति इयान् इत्युक्ते तत्र सा कथम् आयाति इति तत्र सन्धिविषयः भगिनि. अत्र इयान् इत्युक्ते तत्र अयं परिमाणम् इत्यर्थे अत्र इत्युक्ते अत्र तु तावत् विषयः विशेषः इति वक्तुं शक्नुमः. न सकारः आयाति न तथैव पृष्टं. हा हा, तत्तु सन्धिविषयः, अस्माकं सन्धिकक्षायां तत् सर्वम् आगच्छति. न न न नास्तु नास्तु विशेषः नष्टे दण्डे भ्रमिरूपव्यापारः चक्षुषा गृह्यते इति तस्य व्यापारत्वम् एव कल्प्यम्. इत्युक्ते किम्? इत्युक्ते दण्डे नष्टे अस्ति चेत् अपि भ्रमिरूपव्यापारः चक्षुषा न एकक्षणं भगिनि, तत्र यत्किमपि अस्ति तत् पुनः पठनेन न कोऽपि लाभः खलु? तत्र न एकक्षणं, तत्र यद्यपि इदानीं दण्डः नष्टः जातः, दण्डः नष्टः जातः चेदपि भ्रमिः अस्ति खलु? भ्रमि तु वयं द्रष्टुं शक्नुमः. भ्रमिः इति व्यापारः इति तत्र व्यापारत्वेन तत्र दण्डः इदानीं कार्याधिकरणे अस्ति इति वयं कल्पनां कुर्मः. व्यापारत्वमेव कल्प्यम्. अग्रे भगिनि. प्रकृते तु आत्मनि भावनाख्यः संस्कारः अनुभवस्य स्मृतिकारणत्वम् एको आयाति भगिनि? न सङ्गमयितुं एकवारं वदामि पठामि. प्रकृते तु आत्मनि भावनाख्यः संस्कारः अनुभवस्य स्मृतिकारणत्वं सङ्गमयितुं कल्प्यते न तु दृश्यते. भावनाख्यः संस्कारः आत्मनि अनुभवस्य स्मृतिकारणत्वं न भगिनि, पुनः पुनः अहं वदामि, तत्र किमपि यद् अस्ति तत् पुनः पठनेन न कोऽपि लाभः खलु? अत्र किम् अस्ति इत्युक्ते प्रकृते इत्युक्ते अस्माकं मूलविषये, मूलविषये यदा आत्मनि, आत्मा इति इदानीं स्मृतेः कार्याधिकरणमस्ति, आत्मनि तत्र अनु तत्र भावनाख्यसंस्कारः इति व्यापारद्वारा यद्यपि अनुभवः साक्षात् अत्र नास्ति तस्मिन् क्षणे, यस्मिन् क्षणे स्मरणं भवति तस्मिन् क्षणे नास्ति, तत्र व्यापारद्वारा स्मृतेः कारणम् इति वयं वक्तुं शक्नुमः इति एव अस्ति अत्र. वाक्ये तत् वदति सत्यं, सङ्गयितुं सङ्गमयितुं कल्प्यते न तु दृश्यते. अस्तु अस्तु स्मृते अस्तु अस्तु तत्रैव यथा तथा वा अस्तु. संस्कारजन्यत्वं स्मृतेः गतम् इति आगतम् इति स्मृतेः आगतं स्मृतेः आगतम् इति एतत् सर्वं हृदि निधायोक्तं संस्कारमात्रजन्येति. प्रयत्नं करोतु भगिनि, चिन्ता नास्ति, तत्र क्रमेण पश्यतु. यथा तथा वा इत्युक्ते किं? यथा तथा वा स्मृतेः अस्ति इति न न न यथा तथा वा इत्युक्ते येन केनापि मार्गेण कथञ्चित् कथञ्चित् तत्र किम् अस्ति संस्कारजन्यत्वं स्मृतेः आगतम् इत्युक्ते वयम् इदानीं किं कृतवन्तः, यद्यपि हा इत्युक्ते तत्र अनुभवः नास्ति तस्मिन् क्षणे, व्यापारः इत्युक्ते संस्कारः इति व्यापारद्वारा अनुभवस्य कार्याधिकरणे कारणमिति स्वीकृतं खलु. तर्हि इदानीं तेन किम् अभवत्, संस्कारस्यापि कारणत्वम् आगतं स्मृतेः इति कृत्वा संस्कारजन्यत्वं, जन्यत्वम् इत्युक्ते संस्कारकारणत्वं स्मृतेः आगतम् इत्युक्ते स्मृतिः इति कार्यस्य कारणं संस्कारः इति आगतम् इति कृत्वा एतत् सर्वं हृदि इत्युक्ते मनसि निधाय मनसि स्थापयित्वा उक्तं तत्र लक्षणवाक्यं संस्कारमात्रजन्या इति. संस्कारमात्रजन्या अस्ति स्मृतिः इति. अस्तु भगिनि, मया तु अत्र सम्यक् न विवरणं कृतं. न, चिन्ता नास्ति भगिनि, प्रयत्नं करोतु तावदेव. अस्तु भगिनि, अस्तु. शुकनमहोदय, भवान् अग्रे पठति वा? हा, सर्वत्र मात्रपदेन निवार्यं चिन्त्यं. मात्रपदश्रवणे सति वक्ष्यमाणप्रकारेण संस्कार एव कारणं न तु तद्भिन्नं किमपि इति प्रतिभाति. यथा चक्षुर्मात्रग्राह्यमित्यत्र रूपप्रत्यक्षे चक्षुरेव कारणं न तु तद्भिन्नं किमपि इति भाति. तथापि इत्थं सर्वत्र मात्रपदस्थले चिन्त्यम्. न हि एकेन कारणेन कार्यं किञ्चित् भवितुमर्हति. सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात्. अस्तु, इदानीम् अत्र संस्कारमात्रजन्यम् इति स्मृतेः लक्षणं दत्तमस्ति. तत्र मात्रपदस्य अर्थं किम् इति अस्मिन् पाठे अस्ति. मात्रपदश्रवणे सति वक्ष्यमाणप्रकारेण संस्कारः एव कारणं न तु तद्भिन्नं किमपि इति प्रतिभाति इति दृश्यते. तत्र संस्कारमात्रजन्यं जन्यास्मृतिः इति वदनेन केवलं संस्कारमात्रेण एव स्मृतिः जायते, न तु अन्येन कार्येण इति भास इति भाति. किमिति? अन्येन कारणेन खलु. अन्येन कारणेन न तस्य जननं नास्ति इति भाति. यथा चक्षुर्मात्रग्राह्यम् इत्यत्र रूपप्रत्यक्षे चक्षुरेव कारणं न तु तद्भिन्नं किमपि इति भाति. वयं पूर्वं दृष्टवन्तः रूपस्य लक्षणे चक्षुर्मात्रग्राह्यो गुणः रूपः इति लक्षितं. तत्र तत्रापि केवलं चक्षुषा एव रूपं गृह्यते, न तु अतः चक्षुः एव रूपप्रत्यक्षस्य कारणम्, अन्यकारणं किमपि नास्ति इति भाति. तथापि इत्थं सर्वत्र मात्रपदस्थले चिन्त्यम्. यद्यपि तादृशं भाति, किन्तु इत्थं सर्वत्र मात्रपदस्थले चिन्त्यम् इतोपि किञ्चित् तस्मिन् विषये चिन्तनीयम् इत्येव किल भगिनि? सत्यं. हा, न हि एकेन कारणेन कार्यं किञ्चित् भवितुमर्हति. हा, तत्र मात्रपद उक्तेन किम् उक्तम् इति भाति. एकमेव कार्यं रूपस्थले चक्षुः एव कारणम्, एकमेव कारणं, क्षम्यताम्, एकमेव कारणं रूपस्थले चक्षुः एव कारणं, स्मृतिस्थले संस्कारः एव कारणम् इति भाति. किन्तु एकेन कारणेन यदा कदापि यत्किमपि कार्यं न भवितुमर्हति. किमर्थमित्युक्ते सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात्. अग्रे वयं पठामः तत्र दिक् काल इति षड् कारणानि भवन्ति, तस्य साधारणकारणत्वं वयम् अग्रे पठिष्यामः. अतः सर्वत्र तेषां षण्णां साधारणकारणत्वम् अस्ति, रूपग्राह्यस्थले अपि च संस्कारजन्यस्थले अपि तेषां कारणत्वम् अस्ति इति कृत्वा तत्र मात्रपदेन एकमेव कारणम् इति न अवगन्तव्यम् इति अस्ति. अग्रे महोदय. घटादिकार्यव्यक्तिं प्रति च अपि कुलालकपालचक्रादीनाम् एकेषां कारणानां लोकसिद्धत्वात् अनेकेषां कारणानां लोकसिद्धत्वात् विशेषतश्च आत्मगुणः प्रकृता स्मृतिर्वा रूपादिप्रत्यक्षं वा अस्तु, तस्य समवायीकारणम् असमवायीकारणं निमित्तकारणमिति पूर्वोक्तः विभागः अनिवार्यः एव. इदानीं तत्र अग्रे पठित्वा वक्तव्यं वा एतावत्पर्यन्तम्? तत्र प्रायः असमवायिकारणम् इति पर्यन्तं पठित्वा वक्तुं शक्नोति. आत्मा भवेत् ज्ञानस्य समवायीकारणं, स्वस्मिन् तादात्म्येन स्थित्वा खलु सः समवायेन स्मृतिं स्वप्रत्यक्षं वा जनयति. आत्ममनसंयोगः भवेत् असमवायीकारणं, स खलु समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति. मनश्च संयोगेन आत्मनि स्थित्वा तदुभयं प्रति जनकम् इति तन्निष्ठकारणतावच्छेदकसम्बन्धः तादात्म्यं नापि समवायः न वा वक्ष्यमाणः स्व आश्रय समवेतत्वम् इति तत् स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति. इदानीं तत्र पूर्वस्मिन् परिच्छेदे एकमेव कारणं यदा कदापि न भवितुम् अर्हति, तत्र दिक्कालादि षण्णां साधारणकारणत्वं सर्वत्र वर्तते इति तु एकम्. अस्मिन् परिच्छेदे किम् उक्तम् इति चेत् तत्र साधारणकारस्य उपरि प्रत्येकं कार्यस्य समवायीकारणम् असमवायीकारणं निमित्तकारणम् इति भिन्नभिन्नकारणानि सन्ति इति. तत्र घटादि घटस्य विषये पश्यामश्चेत् तत्र कुलालः निमित्तकारणं भवति, कपालः तु समवायीकारणं भवति, चक्रादीनामपि तत्र निमित्तकारणं भवति व्यापारत्वेन इति तेषां कारणत्वम् अस्ति एव. इदानीं प्रकृतविषये तत्र स्मृतिः विषये अपि च रूपादिप्रत्यक्षविषये वा तत्र समवायीकारणम् असमवायीकारणं निमित्तकारणम् एतत् सर्वम् अस्ति एव. किमर्थमित्युक्ते ते तु आत्मगुणाः इति कृत्वा तत्रापि समवायीकारणम् असमवायीकारणं निमित्तकारणम् अस्ति. समवायीकारणं किम् इत्युक्ते आत्मा भवेत् ज्ञानस्य ज्ञानं तु गुणः, गुणः तु समवायेन आत्मनि तिष्ठति इति कृत्वा आत्मा समवायीकारणं भवति, स्वस्मिन् तादात्म्येन स्थित्वा स्मृतिं जनयति नो वा रूपप्रत्यक्षं जनयति. रूपम् इति गुणः, स्मृतिः अपि गुणः इति कृत्वा आत्मा स्वस्मिन् तादात्म्येन स्थित्वा. क्षम्यतां महोदय, तत्र रूपमिति गुणः इति सत्यं, परन्तु तत्र रूपप्रत्यक्षम् इति ज्ञानं खलु, यतोहि रूपस्य अधिकरणम् आत्मा नास्ति, ज्ञानस्य अधिकरणमेव आत्मा. अत्र सर्व अत्र ज्ञानस्य विषये एव चिन्तनम् इति कृत्वा तत्र ज्ञानं तु आत्मनि एव अस्ति इति कृत्वा आत्मा स्वस्मिन् तादात्म्येन स्थित्वा एव ज्ञानं जनयति इति कृत्वा आत्मा भवति समवायीकारणम्, अपि च आत्ममनसंयोगः भवति असमवायीकारणं, समवायेन स्थित्वा समवायेन कार्यं जनयति यत् कारणं तत् असमवायीकारणम् इति वयं जानीमः. अतः अत्र आत्ममनसंयोगः अस्ति, तदेव असमवायीकारणं भवति. तत्र समवायेन आत्मनि संयोगः, आत्ममनसंयोगः समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं वा रूपप्रत्यक्षम् इति ज्ञानं वा जनयति इति कृत्वा तत्र असमवायिकारणमपि अस्ति. पुनः मनः इति द्रव्यं, नवद्रव्येषु अन्यतमः इति वयं जानीमः. आत्मा अपि द्रव्यम् इति वयं जानीमः. इदानीं मनः संयोगेन आत्मनि स्थित्वा, इदानीम् आत्ममनयोः मध्ये संयोगः अस्ति इति कृत्वा मनः संयोगेन आत्मनि स्थित्वा तद् उभयं प्रति जनकं, तद् उभयं प्रति जनकम् इति, उभयम् इत्युक्ते स्मृतिं, स्मृतिः अपि च रूपप्रत्यक्षं, तद् उभयं प्रति मनः अपि कारणं भवति इति कृत्वा तन्निष्ठकारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. मनः केन सम्बन्धेन कारणं भवति इत्युक्ते तत्र स्वस्मिन् तादात्म्येन स्थित् न तन्निष्ठकारणता अवच्छेदकसम्बन्धः. ओ एकनिमिषं, मनः च संयोगेन आत्मनि स्थित्वा तत् उभयं प्रति जनकं भवति, किन्तु तत् तस्य सम्बन्धः कीदृशः इति पश्यामश्चेत् तत्र तादात्म्येन स्थित्वा कार्यं न जनयति इति कृत्वा समवायिकारणं न भवति मनः, नापि समवायः इत्युक्ते तत्र सम्बन्धः तादात्म्यं नास्ति, तादात्म्यं नास्ति, समवायः नास्ति, स्वाश्रयसमवेतत्वमपि नास्ति इति कृत्वा समवायिकारणं वा असमवायिकारणं वा नास्ति, परन्तु निमित्तकारणमस्ति इति. ओ ओ अस्तु, अत्र तादात्म्यं नापि समवायः इत्युक्ते सम्बन्धस्य विषये उक्तमस्ति. सम्बन्धस्य विषये तत्र तन्निष्ठकारणतावच्छेदकसम्बन्धः न तादात्म्यं नापि समवायत्वं न भवति, न समवायः भवति, न स्वाश्रयसमवेतत्वम्. इदानीं तद् न उक्तम्, अग्रे वदिष्यन्ति तस्मिन् विषये, किन्तु तदपि न भवति इति कृत्वा तत् इत्युक्ते मनः स्मृतिं प्रति अपि च रूपप्रत्यक्षं प्रति निमित्तकारणमेव भवति इति अस्ति. सम्यक्. रामप्रिया भगिनी भवती पठति वा अग्रे? आं भगिनि, तत्र कण्ठशः पश्येम भगिनि, यतोहि किञ्चित् तत्र गाढविषयः अस्ति. किम् अनेन आयताम्? आयतं महता प्रायातम् आयातम् आयातम् आम् महता प्रबन्धेन संस्कारस्य स्मृतिहेतुत्वे साधिते अपि संस्कारमात्रजन्यत्वं तस्याः न घटते. इत्युक्ते किम् अनेन आयातम् इत्युक्ते बहूनि कारणानि सन्ति इति वयं दृष्टवन्तः. महता प्रबन्धेन संस्कारस्य स्मृतिहेतुत्वे, स्मृतेः कारणं संस्कारः इति एव वयं दृष्टवन्तः साधितः अपि. तत्र संस्कारमात्रजन्यत्वं स्मृतेः तस्याः स्मृतेः न घटते, संस्कारः एव कारणं स्मृतेः इति इति न इत्युक्ते केवलं संस्कारः एव कारणम् इति नास्ति इति नास्ति. रूपप्रत्यक्षस्यापि हि चक्षुर्मात्रजन्यत्वं न घटते. यदा वयं रूपस्य विषये वदामः चेत् चक्षुर्मात्र चक्षुः एव तस्य कारणम् इति अपि वयं न स्वीकर्तुं शक्नुमः. पुनः भगिनि तत्र रूपस्य इति नास्ति, रूपस्य रूपज्ञानस्य खलु, रूपज्ञानस्य आम् रूपज्ञानस्य आम् आत्मा आत्ममनसंयोगः मनोरूपाणां समवायि असमवायि निमित्तकारणानां सर्वत्र अनिवार्यत्वात्. तत्र आत्मा आत्ममनसंयोगः मनोरूपाणां, तत्र किम् अस्ति, तत्र समवायी इत्युक्ते यथा इदानीं शुकोणमहोदयेन साधितं तत्र इदानीं ज्ञानस्य विषयः खलु, रूपप्रत्यक्षमपि ज्ञानं स्मृतिः अपि ज्ञानं, तत्र समवायिकारणम् आत्मा, असमवायिकारणम् आत्ममनसंयोगः, निमित्तकारणं मनः इति तस्य आवश्यकता अस्ति, तेषाम् आवश्यकता अस्ति इति कृत्वा तत्र केवलं संस्कारः एव कारणम् इति वक्तुं न शक्नुमः स्मृतिस्थले. तद्वत् चक्षुः एव कारणं रूपप्रत्यक्षं प्रति इति अपि वक्तुं न शक्नुमः. कथं तर्हि संस्कारमात्रजन्यं ज्ञानं स्मृतिः, चक्षुर्मात्रग्राह्यो गुणो रूपं, त्वगिन्द्रियमात्रग्राह्यः गुणः स्पर्शः इत्यादि लक्षणेषु विद्यमानं मात्रपदं योजनीयम्? इदानीं प्रश्नः उदेति यदा संस्कारमात्रज्ञानं स्मृतिः इति लक्षणवाक्ये अस्ति, चक्षुर्मात्रग्राह्यो गुणः रूपम्, अनन्तरं स्पर्शः विषये त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति अस्ति, तत्र किमर्थं मात्रपदस्य योजनीयं, किमर्थं तद् योजितमस्ति तत्र इति प्रश्नः उदेति, तत्र तस्य समाधानमस्ति, तत्तु संस्कारभिन्नं स्मृतिं प्रति न कारणमिति बोधयति. तत्तु इत्युक्ते मातृपदं तु संस्कारभिन्नं, संस्कार इति कारणं तद्भिन्नं, तद्भिन्नम् इत्युक्ते अन्यकारणानि, तत्र अन्यकारणानि इति वस्तुतः नास्ति खलु, यतोहि अन्यकारणानि सन्ति. तर्हि तत्र इदानीं केवलं संस्कारभिन्नम् इति स्वीकुर्मः, संस्कारभिन्नम् इत्युक्ते किम् इति अग्रे आगच्छति. अस्तु, संस्कारभिन्नं स्मृतिं प्रति न कारणं, तत्तु न कारणम् इति तद् मातृपदं बोधयति. आम्, चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणमिति, तादृशमेव रूपप्रत्यक्षं प्रति चक्षुर्भिन्नं न कारणं, त्वगिन्द्रियभिन्नं स्पर्शप्रत्यक्षं प्रति, स्पर्शमिति ज्ञानं प्रति त्वगिन्द्रियभिन्नं न कारणम् इति मातृपदं बोधयति. अग्रे पठतु भगिनि. अतः एवं समाधानं वाच्यम्, त्वगिन्द्रियम् एव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते. अस्तु, तत्र समाधानम् उक्तमस्ति, त्वगिन्द्रियम् एव चक्षुर्भिन्नं ग्रन्थकर्तुः इत्युक्ते विद्याधरी एव किल अत्र? न न, तत्र वस्तुतः मूलग्रन्थे खलु, लक्षणवाक्यम् उक्तम्. अस्तु, आम्, अन्नम्भट्टः. अस्तु, त्वगिन्द्रियम् एव चक्षुर्भिन्नं, चक्षुर्भिन्नम् इत्युक्ते चक्षुर्भिन्नं ग्राह्यं भवति. न, तत्र चक्षुमात्रग्राह्यम् इति कथनेन चक्षुरिन्द्रियेण ग्राह्यं, चक्षुर्भिन्न इन्द्रियेण अग्राह्यम् इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि इदानीं चक्षुर्भिन्न इति कथनेन तत्र इदानीं वयम् उक्तवन्तः चक्षुर्भिन्नं इत्यनेन चक्षुर्भिन्न अन्येन केनापि इति नास्ति खलु, यतोहि तत्र अन्यत्र तु कारणत्वं वर्तते एव, यतोहि यथा वयं दृष्टवन्तः साधारणकारणत्वम् इति अस्ति, समवायि असमवायि निमित्तकारणानि अपि सन्ति इति तत्सर्वम् अस्ति इति कृत्वा तत्र चक्षुः विहाय अन्य किमपि नास्ति इति तु न वक्तुं शक्नुमः खलु. तर्हि इदानीं चक्षुर्भिन्नम् इति कथनेन आशयः कः इत्युक्ते तत्र त्वगिन्द्रियम् इति एव स्वीकृतं, यतोहि तत्र इदानीं चक्षुषा वयं रूपमपि रूपस्य अपि ग्रहणं भवति, सङ्ख्यायाः अपि ग्रहणं भवति. तर्हि सङ्ख्यायां तत्र अतिव्याप्तिः अस्ति खलु, यतोहि चक्षुग्राह्यत्वं सङ्ख्यायामपि अस्ति. यथा चक्षुग्राह्यः रूपं तद्वत् चक्षुग्राह्यः संख्या इति अपि वक्तुं शक्नुमः, चक्षुग्राह्या संख्या इति. अत्र त्वगिन्द्रियेण अपि संख्या इति संख्यायाः ग्रहणं भवति इति कृत्वा अत्र त्वगिन्द्रियं संख्या अपि तत्र चक्षुरिन्द्रिय चक्षुरिन्द्रिय ज्ञान विषयः भवति. इत्युक्ते चक्षुरिन्द्रियेण यद् ज्ञानम् उत्पन्नं भवति तस्य विषयः संख्या अपि भवति, रूपमपि भवति इति कृत्वा तत्र संख्यायां यद् यत् अतिव्याप्तिः भवति तस्य निवारणार्थं तत्र चक्षुरिन् भिन्नम् इत्यनेन तत्र त्वगिन्द्रियमेव इङ्कितम्. यतोहि तत्र तादृश अभावः, इत्युक्ते चक्षुर्भिन्न इन्द्रियजन्य अभावः रूपौ अस्ति, परन्तु संख्यायां तद् नास्ति खलु, यतोहि त्वगिन्द्रियेण संख्यायाः ग्रहणं भवति इति कृत्वा. अग्रे पठतु भगिनि. आम्, चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये संख्यायाम् अस्ति इति भवति अतिव्याप्तिः. तदेव भवती उक्तवती, अलक्ष्ये इत्युक्ते संख्यायाम् अस्माकं लक्ष्यमस्ति रूपमेव, परन्तु अलक्ष्ये संख्यायाम् अतिव्याप्तिः भवति. कथम् इत्युक्ते चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् इति कथनेन संख्यायाम् अतिव्याप्तिः भवति इति. अतः तद्वारणाय त्वग् इन्द्रियजन्यप्रत्यक्षविषयत्व अभाव एव लक्षणे निवेश्यः, तद् अतिव्याप्तिदोषनिवारणाय तत्र त्वगिन्द्रिय जन्यप्रत्यक्षविषयत्व अभावः. एतदेव मातृपदेन मातृपदस्य आशयः अस्ति, तदेव निवेशनीयं तत्र. आम्, संख्या च तादृशविषयत्व अभाववति न भवति इति न लक्षणे अतिव्याप्तिः. संख्या तु त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः न भवति, अतः लक्षणे अतिव्याप्तिः न आगच्छति. यतोहि संख्या इति त्वगिन्द्रियजन्यप्रत्यक्षविषयः अस्ति खलु. आम्, स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्व अभावः पूर्ववदेव संख्यायाम् अतिव्याप्तिवारणाय निवेश्यः. यदा स्पर्शलक्षणे वयं दृष्टवन्तः इदानीं, तत्र त्वगिन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्व अभावः. तज्जन्य इत्युक्ते तद् इत्युक्ते तत्र त्वगेव किल, न तत्र चक्षुः स्पर्शलक्षणं चक्षुः क्षम्यतां चक्षुजन्यप्रत्यक्षविषयत्व अभावः. यदा वयं स्पर्शलक्षणे दृष्टवन्तः तदेव पूर्ववदेव संख्यायाम् अतिव्याप्तिवारणाय. आम्, यदा आम् अस्तु अवगतं. संख्या स्पर्श त्वचा चक्षुषा अतिव्याप्तिः आगच्छति इति कृत्वा तत्र एतद् कृतमस्ति. आम्, इत्युक्ते यत्र रूपम् इति संख्या इति चक्षुषा अपि तस्य गृह्यते अपि च त्वचा अपि खलु. तर्हि रूपमिति केवलं चक्षुषा, स्पर्शः इति केवलं त्वचा, तर्हि द्वयोः स्थलयोः अपि संख्यायाम् अतिव्याप्तिः भवति यदा केवलं तत्र मात्रपदस्य निवेशनं नास्ति चेत् इति कृत्वा. यदा स्पर्शलक्षणे त्वगिन्द्रियमात्र इति अस्ति चेत् चक्षुरिन्द्रिय प्रत्यक्षविषय अभावः चक्षुरिन्द्रियजन्यप्रत्यक्षविषयभावः इति तत्र तेन वयम् अवगन्तुं शक्नुमः. तद्वत् रूपस्य लक्षणे त्वगिन्द्रियजन्यप्रत्यक्षविषयभावः इति अवगन्तुं शक्नुमः. अतः रूपलक्षणे त्वगिन्द्रिय अग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं प्रवेशियम् इति फलितार्थः. तदेव भवती उक्तवती यदा रूपलक्षणे तु इदानीं त्वगिन्द्रिय अग्राह्यत्वम् अस्ति, पर स्पर्शलक्षणे तु चक्षुरिन्द्रिय अग्राह्यत्वम् इति फलितार्थः, मातृपदेन फलितार्थः. तत्र स्मृतिलक्षणे अपि इदानीं प्रकृतविषयः स्मृतिलक्षणविषये, तत्र संस्कारभिन्नम् इन्द्रियं विवक्षितं. तत्र वयम् अस्माकं लक्षणं तत्र संस्कारभिन्नम् इन्द्रियं तु आवश्यकम् अस्ति. तत् किमर्थम् इत्युक्ते तज्जन्यत्व अभावं निवेश्य वक्ष्यमाणरीत्या प्रति अभिज्ञायाम् अतिव्याप्ति निवार्यते इति सर्वं समञ्जसम्. वक्ष्यमाणरीत्या इत्युक्ते अग्रे आगच्छति एतस्मिन् विषये, परन्तु तज्जन्यत्व अभावं संस्कारः न स्मृतिः लक्षणं, स्मृतिः लक्षणम् इन्द्रियं खलु संस्कारभिन्नम् इन्द्रियम् इति विवक्षितं. तर्हि तत्र इन्द्रियजन्यत्व अभावः इति इत्युक्ते प्रत्यभिज्ञा इत्युक्ते वयं सोऽयं देवदत्तः इति, तत्र प्रत्यक्ष इत्युक्ते इन्द्रियजन्यज्ञानमपि अस्ति संस्कारजन्यज्ञानमपि अस्ति खलु. तर्हि तत्र कृत्वा तत्र द्वयमपि अस्ति. तर्हि अत्र संस्कारमात्र इति कथनेन मात्रपदेन तत्र इन्द्रियजन्य इन्द्रियजन्यत्वभावः इत्युक्ते इन्द्रियेण यः ज्ञानं भवति तद् नास्ति इति अत्र मात्रपदेन विवक्षितम् अत्र. अस्तु, तर्हि अग्रे सुनील् महोदय भवान् अग्रे पठति वा. चक्षुर्मात्रग्राह्यमित्यत्र मात्रपदोत्तरवर्ति ग्राह्य इति पदमस्ति. अत्र चक्षुर्मात्रग्राहि ग्राह्यम् इति मूलवाक्ये मात्रापदस्य अनन्तरम् अत्र ग्राह्य इति पदमपि अस्ति. तदर्थः जन्यप्रत्यक्ष विषयत्वम् इत्युक्ते अत्र ग्राह्यस्य अर्थः अस्ति अत्र प्रत्यक्षेण जन्यं भवति इति. न तत्र ग्राह्यम् इत्यस्य अर्थः अस्ति जन्यप्रत्यक्षविषयत्वम् इत्युक्ते इदानीं यः प्रत्यक्षम् इति ज्ञानं जनयति तस्य विषयत्वम् इति अत्र. इत्युक्ते तत्र चक्षुर्मात्रग्राह्यः रूपम् इति अस्ति, चक्षुर्मात्रग्राह्यः गुणो रूपम् इति अस्ति चेत् चक्षुषा यदा ग्राह्यं भवति इत्युक्ते किं, चक्षुषा जन्यः प्रत्यक्षं खलु, चक्षुषा जन्यं प्रत्यक्षं चक्षुरिन्द्रियेण प्रत्यक्षम् इति ज्ञानं भवति, तद् ज्ञानस्य विषयः अस्ति रूपम्. ज्ञानमिति सविषयकपदार्थः खलु. तर्हि इदानीं चक्षुषा यः ज्ञानं भवति उत्पद्यते तस्य ज्ञानस्य विषयः कः इत्युक्ते रूपम् इति गुणः. ग्राह्यः इति पदस्य तदेव अर्थः. मात्रपदपूर्ववर्तिपदं चक्षुरिति पदम्, अतः मूलवाक्ये चक्षुर्मात्रग्राह्यमिति अत्र अस्ति. मात्रपदपूर्ववर्तिपदमस्ति चक्षुः इति. तदर्थ तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. अतः अत्र चक्षुः अनन्तरं मात्र पदस्य इत्युक्ते अत्र जन्यप्रत्यक्षविषयत्व सम्बन्धः भवति. तथा च तदर्थभिन्न मात्रपदपूर्ववर्तिपदं चक्षुः इति पदम् अस्तु, तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः इत्युक्ते किम्? अत्र जन्यप्रत्यक्षविषयत्वम् इति इत्युक्ते अत्र ग्राह्यमिति ज्ञानमिति अत्र अर्थभिन्नत्वम् अस्ति इति वा अत्र तत्र मात्रपदेन इदानीं चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति आगच्छति खलु? मात्रपदेन तदेव अस्ति किल, अत्र चक्षुः इति इत्युक्ते चक्षुषा एव इति एव भवति. न न, तदेव इदानीं रामप्रिया भगिन्या उक्तं खलु, मातृपदेन चक्षुषा एव इति अर्थः नास्ति, तद्वयं पूर्वमेव साधितवन्तः. यतोहि अन्यानि कारणानि अपि सन्ति, तर्हि मातृपदेन चक्षुर्भिन्न इन्द्रियम् इति अत्र तु त्वगिन्द्रियं, तस्य विषयः नास्ति इति एव उक्तवन्तः. अत्र मात्र इत्यनेन तर्हि अत्र चक्षुर्भिन्न जन्यप्रत्यक्षविषयत्वम् इति परन्तु अत्र अभावः इति अपि आवश्यकं किल, अत्र भिन्न इति उपयोगं कुर्मः चेत्. न न न, तत्र प्रत्यक्षविष न न तत्र हा हा अवगच्छामि, अग्रे पठतु महोदय, तत्र प्रायः स्पष्टता भवति इति चिन्तयामि. तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थः लब्धः. तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थः लब्धः. इत्युक्ते अत्र मात्र न न अग्रे अग्रेपि पठतु. तस्य च अभावः रूपपदार्थे तत्र बोध्यते. तदेव अस्ति अतः अतः तत्र चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थः अस्ति चेत् अत्र अभावः रूपपदार्थे इति अत्र बोध्यं भवति. चक्षुर्भिन्नं च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियमेव ग्राह्यमिति चक्षुर्भिन्नेन्द्रिय जन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते. चक्षुर्भिन्नं इत्युक्ते अत्र चक्षुषा इन्द्रियरूपत्वात् इन्द्रियमेव ग्राह्यमिति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते. इत्युक्ते चक्षुर्भिन्नम् इत्युक्ते चक्षु इति यः इन्द्रियमस्ति तत् इन्द्रियत्वेन एव ग्राह्यम् इत्युक्ते किं? चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपे अस्ति खलु? इत्युक्ते रूपम् इति गुणः रूपे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः अस्ति, यतोहि विषयत्वम् अस्ति, यतोहि रूपम् इति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः, तर्हि रूपे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अस्ति. तर्हि रूपे कस्य अभावः अस्ति? चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः अस्ति. एवं चक्षुर्ग्राहित्वमपि बोध्यते. अतः अत्र पूर्वस्मिन् मूलवाक्ये अतः अत्र चक्षुर्ग्राहित्वमिति अपि अत्र बोधं भवति. इत्युक्ते तत्र चक्षुर्मात्रग्राह्यम् इत्यनेन तत्र विषयद्वयम् आगच्छति खलु. एकं तु चक्षुजन्यप्रत्यक्षविषयत्वं रूपे अस्ति, द्वितीयमस्ति चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वस्य अभावः अपि रूपे अस्ति इति विषयद्वयम् आगच्छति अत्र. अपि च अत्र चक्षुर्भिन्न इत्युक्ते किं, चक्षुर्भिन्न इन्द्रियम् इत्युक्ते अत्र किम्? अत्र इदानीं त्वगिन्द्रियम् इति. हा सत्यं, त्वगिन्द्रियमेव. सम्यक् महोदय. तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः चक्षुर्जन्य प्रत्यक्षविषयत्वमिति च चक्षुर्मात्रग्राहित्व ग्राह्यमित्यनेन लब्धम्. अतः अत्र विषयद्वयमस्ति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति एकम्, एकः चक्षुर्जन्यप्रत्यक्षविषयत्वमिति च अन्यः. अतः अत्र चक्षुर्मात्रग्राहित्वं ग्राह्यम् इति वाक्येन द्वयमपि लब्धम्. अतः अत्र विपरीतमपि वक्तुं शक्नुमः खलु. इदानीं पूर्वस्मिन् परिच्छेदे अस्ति अत्र इदानीं चक्षुर्ग्राहित्वम् इति अस्ति, अत्र त्वग् इति उपयुज्य अत्र विपरीतमपि अत्र अपि अस्ति. विपरीतमिति न, स्पर्शविषये त्वग् इति उपयुज्य वक्तुं शक्नुमः. अग्रे पठामि वा? पठतु महोदय. तद्वदेव प्रकृते अपि मात्रपदोत्तरं जन्यपदं श्रुतम्. अतः मूलवाक्ये अपि अत्र मात्रपदं मात्रपदोत्तरं जन्यपदम् इत्युक्ते अत्र ग्राह्यम् इति एव किल? न न न, तत्र प्रकृते इत्युक्ते किम्? अस्माकं स्मृति स्मृतेः मूलवाक्यं वा? हा सत्यं. तर्हि स्मृतेः लक्षणवाक्यं किम् आसीत्? संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति आसीत्. संस्कार, तर्हि तत् हा संस्कारमात्रजन्यं, तर्हि तत्र मात्रपदस्य अनन्तरं जन्यम् इति पदमस्ति खलु? अत्र ग्राह्यम् इति नास्ति. तदर्थः प्रसिद्धं जन्यत्वं कार्यत्वं वा, तस्य अर्थः इत्युक्ते अत्र जन्यपदस्य अर्थः जन्यत्वम् अथवा कार्यत्वम् इत्येव. तेन सह मात्रपदपूर्ववर्ति यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धो भवति. अतः अत्र मात्रपदपूर्ववर्ति इत्युक्ते अत्र संस्कारः इति अस्ति, संस्कारपदमस्ति, तदर्थभिन्नस्य सम्बन्धः भवति. यदा पूर्वस्मिन् उदाहरणचक्षुर्मात्र इति उदाहरणम् आसीत्, तत्रापि भिन्नत्वमुपयोग्य अभावम् अपि स्वीकृत्य सम्बन्धः भवति. हा इत्युक्ते अत्र यथा वयं चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्युत्र मात्रपदेन किम् उक्तवन्तः, तत्र चक्षुर्भिन्न इन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति. तर्हि तत्र मात्रपदेन किम् आगच्छति, तत्र चक्षुर्भिन्न इत्यस्य सम्बन्धः भवति खलु? तद्वत् अत्रापि संस्कारभिन्न इति, संस्कारभिन्नेन्द्रियम् इति तत्र सम्बन्धः भवति इति. तदर्थ भिन्नस्य सम्बन्धः भवति. तथा च संस्कारभिन्नजन्यत्वं प्रतीतं, तस्य च अभावः स्मृतौ प्रकृतलक्षणे मात्रपदात् बोध्यते. अत्र संस्कारभिन्नजन्यत्वम् इति अत्र मात्रपदेन अत्र प्रतीतमस्ति. तत्रापि अभावः स्मृतेः प्रकृतलक्ष्ये मात्रपदात् बोध्यते. अभावः अत्र संस्कारभिन्न जन्यत्वस्य अभावः. यदा चक्षुर्मात्र प्रत्यक्ष भिन्नम् इति दृष्टवन्तः, संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धमिति संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वं च संस्कारमात्रजन्यमिति वाक्येन बोध्यते. अत्र इदानीं पुनः वाक्यमस्ति यत् संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वम् इति वाक्येन संस्कारजन्यमस्ति इति एतस्मिन् वाक्ये अस्ति इति विपरीततया वस्तुतः वक्तव्यं खलु महोदय. तत्र लक्षणवाक्यं किम् आसीत्? संस्कारमात्रजन्यत्वं क्षम्यतां संस्कारमात्रजन्यम् इति अस्ति, संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. अत्र संस्कारजन्यम् इति अस्ति खलु, संस्कारजन्यं संस्कारमात्रजन्यम् इति द्वयं वस्तुतः दलसार्थक्यम् इदानीं दलसार्थक्यं कुर्वन्तः स्मः खलु. अत्र संस्कारजन्यत्वम् इत्यनेन संस्कारजन्या इत्युक्ते स्मृतिः इति संस्कारजन्या इति आगच्छति इति एकं दलं. मात्रपदेन वयम् इदानीम् उक्तवन्तः, मात्रपदेन किं संस्कारभिन्नजन्यत्वस्य अभावः इति स्मृतौ अस्ति इति. तर्हि तेन किं किम् आगच्छति इदानीं? संस्कारभिन्नजन्यत्व अभावः अस्ति स्मृतौ, अपि च संस्कारजन्यत्वम् अपि अस्ति इति इति द्वयमपि आगच्छति तत्र संस्कारमात्रजन्यम् इत्यनेन. इत्थमेव च गन्धमात्रग्राहकं ग्राणेन्द्रियम् इत्यत्र ग्राह इत्यत्र प्रत्यक्षजनकत्वमर्थमादाय अर्थः वर्णनीयः. तत्र गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति मूलवाक्ये अत्र ग्राहक इति शब्दस्य प्रत्यक्षजनकत्वमर्थम् एव स्वीकृत्य एवं वक्तुं शक्नुमः यदा अत्र भिन्न इति उपयुज्य. तर्हि कथं भवति इत्युक्ते तत्र ग्राह्यम् इत्युक्ते जन्य प्रत्यक्षविषयत्वम् इति उक्तवन्तः खलु, ग्राहकम् इत्युक्ते प्रत्यक्षजनकत्वम् इति तत्र अस्ति. ग्राहकम् इत्युक्ते इन्द्रियं, यत्र ग्राणेन्द्रियम् इति ग्राहकः अस्ति, ग्राहकमस्ति गन्धः इति गुणस्य. तर्हि गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति अस्ति चेत् तत्र यथा वयम् इदानीं संस्कारभिन्नजन्यत्वभावः संस्कारजन्यत्वम् इति उक्तवन्तः, तद्वत् अत्र दलद्वयं किं भवति? एकं तु गन्ध भिन्न जन्यत्व एकक्षणं, तत्र जन्यत्व इति कथं भवति? तत्र जनकः खलु, ग्राहकः इत्युक्ते किम् अस्ति? अत्र प्रत्यक्षजनकत्वम् इति अस्ति. गन्ध गन्धभिन्न जनकः जनकत्व अभावः ग्राणेन्द्रियमिति वा? हा, अपि च गन्धप्रत्यक्षजनकत्वम् अपि खलु. गन्धमिति ज्ञानं, तर्हि गन्धभिन्नप्रत्यक्षजनकत्वम् अपि च जनकत्वस्य अभावः अपि च गन्धप्रत्यक्षजनकत्वं द्वयमपि अस्ति इति दलद्वयम्. गन्धभिन्न जनकत्वम् इत्युक्ते गन्धभिन्नज्ञानजनकत्वम् एव किल? हा, तत्र प्रत्यक्षजनकत्वं खलु, प्रत्यक्षम् इति ज्ञानमेव. घटमात्रविषयकमित्यत्रापि अर्थः स्फुटः एव, अतः अत्र अत्रापि घटमात्रपदस्य उपयोगं कुर्मः तत्रापि एवंविधं अवाक्यद्वयं वक्तुं शक्नुमः. इत्युक्ते तत्र यदा ज्ञानस्य विषयः घटः इति भवति तर्हि घटमात्रविषयकम् इति आकारः अस्ति चेत् तत्रापि तादृशं घट विषयकं घटभिन्नविषयकत्वस्य अभावः इति वयं वक्तुं शक्नुमः इति एव. अस्तु तर्हि अग्रे शुकोनमहोदय भवान् पठति वा? तत्र अन्तिमवाक्यस्य स्फुट इति वदनेन अर्थं किं भगिनि? स्फुट इत्युक्ते स्पष्टम्. हा अन्तिमवाक्यस्य इतोपि किञ्चित् वदतु. घटमात्रविषयकम् इत्यत्र इत्युक्ते तत्र इत्युक्ते तत्र गन्धमात्रग्राहकं ग्राणेन्द्रियम् इति ग्राणेन्द्रियस्य लक्षणवाक्यमासीत् खलु. इदानीं तत्र घटमात्रविषयकं ज्ञानम् इति किमपि तथा अस्ति चेत् तत्र इत्युक्ते मात्रपदस्य विषये एव अत्र वस्तुतः अस्ति. इत्युक्ते मात्रपदेन तत्र दलद्वयम् आगच्छति. इत्युक्ते एकं तु यः विषयः अस्ति तद्विषयकम् अपि च तद्भिन्नविषयकस्य विषयस्य अभावः इति. घटमात्रविषयकज्ञानम् इति किमपि ज्ञानम् अस्ति चेत् तत्र घटविषयकज्ञानं घटभिन्नविषय ज्ञान अभावः. ज्ञानाभावः इति सत्यम् अस्तु. प्रकृते स्मृतिलक्षणे मात्रपदश्रवणात् संस्कारभिन्नजन्यत्व अभाववत्त्वे सति संस्कारजन्यत्वे सति ज्ञानत्वम् इति लक्षणं पर्यवस्यति. आम् यथा पूर्वम् उक्तं तथा अत्र प्रकृते इत्युक्ते स्मृतिलक्षणे मात्रपदश्रवणात् संस्कारमात्रं जन्यं ज्ञानं स्मृतिः इत्यत्र तत्र मात्रपदेन योजनेन किं भवति इत्युक्ते दलद्वयं प्राप्स्यते. एकं तु संस्कारभिन्नजन्यत्व अभाववत्त्वं संस्कारे अस्ति अपि नास्ति संस्कारभिन्नजन्यत्व अभाववत्त्वं स्मृतेः अस्ति अपि च संस्कारजन्यत्वं स्मृतेः अस्ति अपि च ज्ञानत्वमपि अस्ति इति तत्र दलत्रयमस्ति स्मृतेः लक्षणे. इहापि रूपलक्षणवत् प्रथमसत्यन्तं द्वितीयसत्यन्तं ज्ञानत्वम् इति विशेष्यम् इति त्रिधा विभागं कृत्वा दलानां सार्थक्यं चिन्त्यं. तदेव मया उक्तम् इदानीं. तत्र दलत्रयमस्ति. संस्कारजन्यत्वम् इति एकं दलं, संस्कारभिन्नजन्यत्व अभाववत्त्वम् इति द्वितीयदलं, ज्ञानत्वम् इति दलत्रयमस्ति स्मृतेः लक्षणे. तत्तु केवलं मात्रपदयोजनेन दलद्वयं लभ्यते. ज्ञानम् इत्यनेन ज्ञानत्वम् इति दलं लभ्यते. महोदय, संस्कारजन्यत्वमात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः ध्वंसं प्रति प्रतियोगिनः कारणत्वात्. अत्र किमुक्तम् इत्युक्ते संस्कारजन्यत्वमात्र उक्तौ यदि वयं संस्कारजन्यत्वम् इति दलमेव स्वीकुर्मश्चेत् तत्र संस्कारस्य ध्वंसे अतिव्याप्तिः संस्कारध्वंसे वा? हा अग्रे आगच्छति महोदय. इदानीं तत्र इदानीं वयं दलसार्थक्यम् इति कृतवन्तः. तदनन्तरम् इदानीं तत्र मात्रपदस्य वा? इत्युक्ते तत्र किमर्थम् अत्र तत्र लक्षणवाक्ये दोषाः सन्ति इत्युक्ते दल भिन्नरीत्या दलसमर्थकं खलु इत्युक्ते तत्र दलत्रयम् अस्ति एकैकं दलं स्वीकृत्य कुत्र अतिव्याप्ति अथवा अव्याप्ति इति दोषाः आयान्ति इत्युक्ते तस्य निवेशनं न कृतं चेत् इति किञ्चित् चिन्तनम् इदानीं अत्र पूर्वं पूर्णं परिच्छेदं पठित्वा वदिष्यामि. संस्कारजन्यत्वमात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः ध्वंसं प्रति प्रतियोगिनः कारणत्वात् घटध्वंसं प्रति मुद्गरपात इव घटोऽपि आवश्यकः. असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत्? अतः मुद्गरपातादिवत् घटध्वंसं प्रति घटोऽपि भवति कारणं. तथा च प्रकृते संस्कारजन्यत्वमेव यदि लक्षणं तदा संस्कारध्वंसे अतिव्याप्तिः संस्कारध्वंसस्य संस्कारजन्यत्वात्. संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः ज्ञानत्वरूपविशेष्य दले एव निविष्टे अनुभवे अतिव्याप्तिः. आम्, इदानीम् अत्र दलत्रयम् अस्ति इति अस्माभिः दृष्टं. प्रत्येकं दलस्य त्यागेन कुत्र अतिव्याप्तिः भवति इति अत्र चिन्तनमस्ति. ध्वंसं प्रति प्रतियोगिनः प्रतियोगी कारणं भवति इति वयं जानीमः एव. प्रतियोगी इत्युक्ते यस्य अभावः तत् प्रतियोगी भवति इति. उदाहरणं तत्र घटस्य ध्वंसं भवति चेत् तत्र यद्यपि मुद्गरपातः अपि ध्वंसस्य कारणं भवति किन्तु घटमपि तत्र भवेत्. घटं नास्ति चेत् घटस्य ध्वंसः कथं भवति इति उक्त्वा घटध्वंसं प्रति तस्य प्रतियोगी घटः अपि कारणं भवति. तद्वत् संस्कारजन्यत्व मात्र उक्तौ संस्कारध्वंसे अतिव्याप्तिः भवति. केवलं तत्र इदानीं किं दलं त्यक्तं? संस्कारजन्यत्वम् इति दलं त्यक्तं वा? तथा च तत्र ज्ञानम् इति दलं त्यक्तं खलु? केवलं न, एकक्षणं भगिनि, हा हा वदामि एकक्षणं. तत्र संस्कारजन्यत्वमात्र उक्तौ इत्युक्ते केवलं संस्कारजन्यत्वम्? अस्तु अस्तु, हा इदानीम् अवगतं. संस्कारजन्य तत्र संस्कारमात्र जन्यं ज्ञानं स्मृतिः इति अस्ति. तत्र ज्ञानम् इति दलं त्यजामश्चेत् संस्कारमात्रजन्यम् इति यद्यपि तत्र दलद्वयमस्ति, तत् दलद्वयं स्वीकृत्य ज्ञानमिति दलं त्यजामश्चेत् तत्र संस्कारध्वंसे अतिव्याप्तिः भवति. किमर्थम् इत्युक्ते संस्कारस्य ध्वंसे संस्कारः अपि प्रतियोगीरूपेण कारणं भवति इति कृत्वा तत्र अतिव्याप्तिः भवति. इत्युक्ते ध्वंसः इति एकविध अभावः खलु, अभावस्य तत्र प्रतियोगीकारणं भवति इति कृत्वा तत्र भवति. अपि च मुद्गरपात इत्युक्ते तत्र दण्डेन, हा दण्डः इति वक्तुं शक्नुमः. तत्र तत्र किञ्चित् बृहद्दण्डः इति चिन्तयतु भगिनि, येन तत्र घटस्य भग्नः जातः. पुष्पा भगिनी अवगच्छति वा? न भगिनि, मुद्गरपात इति वदनेन मुद्गर इति पात इत्युक्ते पतति इति, मुद्गर इत्युक्ते तत्र अस्तु आङ्ग्लभाषायां हेमर् इति वदामः खलु तदेव. एतत् वदतु भगिनि, आदिम अस्तु अस्तु अस्तु मुद्गरपात अस्तु अस्तु हा हा तत्र घटस्य ध्वंसः वयं कुर्मश्चेत् तत्र यद्यपि मुद्गरपातेन घटस्य ध्वंसः भवति तथापि तत्र घटः अपि कारणम् अस्ति. घटं नास्ति चेत् मुद्गरपातेन घटस्य ध्वंसः यदा कदापि न भवति इति कृत्वा तत्र मुद्गरपातपतनम् अपि एकं कारणम् अपि च घटमपि कारणं भवति घटध्वंसस्य. तदा इत्युक्ते तत्र केवलं मुद्गरः कुत्रापि पतति चेत् अत्र घटः नास्ति चेत् घटध्वंसः न भवति खलु. घटः अपि तत्र भवेत् तस्य मुद्गरपातपतनमपि भवेत्. सत्यं तस्मिन् मुद्गरपतनमपि भवेत् तदा एव घटध्वंसः भवति. तद्वत् इति कृत्वा घटः अपि घटध्वंसस्य कारणं भवति. तर्हि तथैव अत्र संस्कारध्वंसं प्रति संस्कारः अपि कारणम् इति कृत्वा तत्र अतिव्याप्तिः भवति. इत्युक्ते तत्र संस्कारध्वंसे संस्कारजन्यत्वम् अस्ति. तत्र ज्ञानम् इति दलं त्यजामश्चेत् तत्र अतिव्याप्तिः भवति. सत्यं हा संस्कारध्वंसस्य संस्कारजन्यत्वात् इति अस्ति तत्र. अपि च संस्कारभिन्नजन्य भिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः. इदानीं संस्कारभिन्न अजन्यत्वम् इति दलं त्यजामश्चेत् तत्र किं भवति? आकाशादौ अतिव्याप्तिः भवति. वयं जानीमः तत्र आकाशः इति साधारणकारणमस्ति किल भगिनि? न न न तत्र आकाशः साधारणकारणं नास्ति, परन्तु अत्र किञ्चित् भिन्नं खलु. आकाशः इति नित्यद्रव्यं, तर्हि तस्य कारणमेव नास्ति, सः अजन्यः अस्ति. तर्हि संस्कारभिन्न अजन्यत्वम् इति स्वीकुर्मः चेत् संस्कारभिन्न अजन्यः इत्युक्ते संस्कारजन्यः परन्तु संस्कारभिन्न अजन्यः इति स्वीकुर्मः चेत् तत्र आकाशः अपि संस्कारभिन्न अजन्यः खलु. यतोहि अजन्यः इति कृत्वा संस्कारभिन्न अजन्यः अपि अस्ति आकाशः इति कृत्वा तत्र अतिव्याप्तिः आगच्छति. इदानीं तत्र दलद्वयं त्यक्तं, ज्ञानम् इति दलमपि त्यक्तं. सत्यं सत्यं अतः एव तत्र दलत्रयम् इत्युक्ते यथा भवान् पठितवान् तत्र दलत्रयम् अस्ति खलु. संस्कारभिन्नजन्यत्वभावः, संस्कारभिन्नजन्यत्वम् अपि च ज्ञानत्वं. केवलं संस्कारजन्यत्वम् इति वदामः चेत् तत्र संस्कारध्वंसे अतिव्याप्तिः आगच्छति. केवलं संस्कारभिन्नजन्यत्वं जन्वत्य अभावः इत्युक्ते संस्कारभिन्न अजन्यत्वम् इति वदामः चेत् आकाशादौ यः ये अजन्याः सन्ति तेषु अतिव्याप्तिः आगच्छति. ये नित्यद्रव्याः सन्ति तेषु अतिव्याप्तिः आगच्छति. यानि नित्यद्रव्याणि सन्ति यानि नित्यद्रव्याणि द्रव्याणि अस्तु. ज्ञानत्वरूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः. इदानीं ज्ञानत्वम् इति एव दलं स्वीकुर्मश्चेत् तत्र संस्कार मात्रजन्यत्वं मात्रजन्यम् इति दलं त्यजामश्चेत् केवलं ज्ञानत्वम् इति दलं स्वीकुर्मश्चेत् तत्र रूपे अतिव्याप्तिः भवति. न न न तत्र न रूपे न खलु. ज्ञानत्वरूप इत्युक्ते ज्ञानत्वनाम इति अत्र इत्युक्ते तत्र दलत्रयं खलु. आमां न न तत्र रूपं ज्ञानम् इति नास्ति महोदय. वस्तुतः तत्र इदानीं दलत्रये संस्कारभिन्न अजन्यत्वं त्यजामः, संस्कारजन्यत्वमपि त्यजामः, केवलं ज्ञानत्वम् इति स्वीकुर्मः चेत् ज्ञानत्वरूपविषयदले इत्युक्ते ज्ञानत्व इति नाम इति नाम ज्ञानत्वनाम विषयदले इति इत्युक्ते केवलं ज्ञानत्वम् इति स्वीकुर्मः चेत् अत्र अनुभवे अतु अनुभवः इति अपि ज्ञानं. तर्हि तत्र अतिव्याप्तिः आगच्छति आपतति. इदानीं ज्ञानत्वम् इति एव दलं स्वीकुर्मश्चेत् तत्र अनुभवे अतिव्याप्तिः आगच्छति. किमर्थमित्युक्ते अनुभवः अपि ज्ञानं, स्मृतिः अपि ज्ञानम् इति कृत्वा. अस्तु इदानीं समापयतु महोदय सः भाग. हा, इह सर्वत्र आकाशे अतिव्याप्तिः, अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशमादाय लक्षणे अतिव्याप्तिः, अनुभवमादाय लक्षणे अतिव्याप्तिः इत्यादिः अर्थः वर्णनीयः. अव्याप्ति अतिव्याप्ति अतिव्याप्ति आदयो दोषाः, अतिव्याप्ति आदयः दोषाः, आदयः दोषाः हि लक्षणस्य न तु पदार्थानाम्. अस्तु, अतः ते लक्षणे एव आपतन्ति. इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम्. इदानीं तत्र आकाशे अतिव्याप्तिः, अनुभवे अतिव्याप्तिः इति वदामश्चेत् तत्र किम् अवगन्तव्यम् इत्युक्ते, आकाशे इत्युक्ते आकाशः इति द्रव्ये लक्षणे एव अतिव्याप्तिः, न तु साक्षात् द्रव्ये. अनुभवे अतिव्याप्तिः इत्युक्ते अनुभवः इति इति ज्ञाने साक्षात् अतिव्याप्तिः इति नास्ति, किन्तु लक्षणे अतिव्याप्तिः भवति इति अवगन्तव्यम् इति अत्र दत्तमस्ति. सत्यम्, इत्युक्ते अस्माकं लक्षणवाक्यं यदस्ति तस्मिन् अतिव्याप्तिः अस्ति, न तु पदार्थे इति. न तु पदार्थे, आम्, आकाशे वा अनुभवे वा नास्ति. सत्यं, लक्षणे अतिव्याप्तिः अनेन. अस्तु, तर्हि इदानीम् एतेन तत्र अनुभवः कथं स्मृतेः कारणम्, अपि च मात्रपदेन तत्र दलत्रयं कथम् आगतम् इति वयं दृष्टवन्तः अत्र. अपि च करपत्रं यत् मया प्रेषितं तत्तु एतस्मिन् विषये एव अस्ति, परन्तु किञ्चित् महोदयेन लिखितं तदपि गृहपाठत्वेन एकवारं पठतु, अनन्तरम् आगामिकक्षायां प्रश्नः अस्ति चेत् तत् विषये किञ्चित् चर्चयित्वा अग्रे प्रत्यभिज्ञा इति विषये पठितुं शक्नुमः. भगिनि, अत्र मात्रपदस्य विवरणं कृतं करपत्रे? मातृपदस्य विवरणम् इति न, तत्र हा मातृपदस्य विवरणमपि कृतं करपत्रे. सत्यं, यद्वयम् अद्य पठितवन्तः तस्मिन् विषये एव अस्ति. एतत् पृष्टं कथम् एव मातृपदस्य. एकक्षणं भगिनि, भगिनि एकक्षणम्, अहं तत्र किञ्चित् रेकार्डिङ्ग् स्थगयामि. अपि च भगिनी मया गन्तव्यं.